नमः सर्वेभ्य समासचिन्तनवर्गे सर्वेषां स्वागतम्। ॐ येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। ऐ उन ऋल् ऋक् एओङ् ऐयौच् हयवरट् लण् ञमगणनं जभै घडदश् जपघडदश् कफचटतचटतौ कपै शशसर् हल् इति प्रत्याहारसूत्राणि। अत्र रोहिणी भगिनी सूत्रं पठति वा? आं महोदय, प्रयत्नं करोमि। तत्पुरुषसमाससूत्राणि पठामि? पठतु। तत्पुरुषः दिगुश्च द्वितीय श्रिताधीतपतित गदात्यस्त प्राप्तापन्नैः स्वयं तेन कट्वाक्षेपे कालाः अत्यन्तसंयोगे च तृतीय तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमेनार्थकलह निपुणमिश्रश्लक्ष्णैः कर्तृकरणे कृता बहुलं कृत्यैरधिकार्थे वचने कृत्यैरधिकार्थवचने अन्येन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेदापोडमुक्तपतितापस्तत्रैः अल्पशः अपेदापोडमुक्तपतितापस्तत्रैः अल्पशः शोकान्तिकदूरात्रकृक्षाणि तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च द्वाङ्क्षेण क्षेपे कृत्यैर्ऋणे संज्ञायां तेन अहोरात्र अवयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैक सर्वजरत्पुराणनवकेवलसमानाधिकरणे दिक्शब्दे संज्ञायां तद्धितार्थोत्तरपदसमाहारे च संज्ञापूर्वो दिगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमिदं व्याघ्रादिभिः सामान्यप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च श्रोण्यादयकृतादिभिः तेन ञं विशिष्टेनान्य तेन नन् विशिष्टेनानन् सन्महत्परमो उत्तमोत्कृष्ट पूज्यमानैः वृन्दारकनागकुञ्जरे पूज्यमानं कतरकतमो जातिप्रश्ने किं क्षेपे पोडा युवति स्तोककतिपयदृष्टिधेनुवशकैणी प्रवृत् श्रोत्रियाध्यापकदूर्तजातिः। पुनः पठामि? पठतु। पोडा युवति स्तोककतिपयदृष्टिधेनुवशा वेहद् वष्कैणी प्रवर्तृक प्रवक् श्रोत्रियाध्यापकधूर्तेर्जातिः प्रशंसा वचनैश्च युवां खलति पतितबलिनजरादीभिः कृत्यतुल्याख्य अजात्या वर्णो वर्णेन कुमारश्रवणादिभिः चतुष्पादो गर्भिण्या मयूराख्यंसकादयश्च मयूरव्यंसकादयश्च पूर्वाधरोत्तरमेघदेशी नैकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्य प्रातापन्ने च द्वितीयया कालपरिमाणिना नञ् ईषत्कृता षष्टी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थसद अव्ययतव्यसमानाधिकरणे तेन च पूजायाम् अधिक अधिकरणवाचिना च कर्मणि च सृजकाव्यं कर्तरि च नित्यं क्रीडाजीविकयोः कुगतिप्रादयः उपपदमतिम् अमैवाव्ययेन तृतीयप्रभृतीन्यन्यतरस्यं त्वा च तत्पुरुषसमान्तसमासान्तसूत्राणि क्षम्यतां समासान्तसूत्राणि अपि पठतु तत्पुरुषसमासान्तसूत्राणि तत्पुरुषस्य अङ्गुलेः संज्ञा अव्ययादेः अह सर्वैकदेशसङ्ख्यातपुण्याश्च रात्रेः अहोह न एतेभ्यः न सङ्ख्याते समाहारे उत्तमैकाभ्यां च राजाः सखिभ्यश्च घोरतद्विदलुकि अग्राख्यायामनसः अनोष्म अन्यतरस्य जातिसंज्ञयोः ग्रामकौडाभ्यां च तक्ष्णः अतेः शुनः उपमानाद् अप्रमाणिषु उत्तरमृगपुष्पाश्च उपमानादप्राणिषु उपमानादप्राणिषु उत्तरमृगपूर्वाश्च सक्नः नावो दिगोः अर्धाश्च गार्यप्राचां द्वित्रिभ्यामञ्जलेः अनसान्तान्नपुंसकाच्छन्दसि ब्रह्मणे जानपदाख्यायां कुमहद्भ्याम् अन्यतरस्यां ब्रह्मणो भगिनि ब्रह्मणो क्षम्यतां ब्रह्मणो जानपदाख्यायां कुमहद्भ्याम् अन्यतरस्यां सम्यक् धन्यवादः भगिनि धन्यवादः महोदय नमस्कारः महोदय नमस्ते भगिनि नमस्ते महोदय शर्मिला अस्मि नमस्ते भगिनि गतवर्गे सामी इति सूत्रं चिन्तितमस्ति इति कृत्वा अग्रिमसूत्रं प्रति कालवाचिन इति सूत्रं प्रति गच्छेम शर्मिला भगिनि पठति वा पञ्चमबिन्दु कालवाचिना द्वितीयान्तशब्दाः तेन सह द्वितीया तत्पुरुषस्य विकल्पेन भवति स्क्रीन् इस् शोयिङ्ग् सामि कृतं सामितीतं न ओके द स्क्रीन् इस् फ्रोज़न् फार् यू स्वामी तु यथा स्वामी कृतम् इति दृश्यते. अस्तु एकनिमिषम्. अधुना एकनिमिषम् इण्टर्नेट् भग्ना जाता इति कारणेन एकनिमिषम्. We can look at our screen, Mahadhyaya. Kala ha. Panchama bindu. Pushpa Bhagini padatu Bhagini. अस्तु महोदय. कालवाचिनः द्वितीयान्ताः शब्दाः तान्तेन सह द्वितीयतत्पुरुषसमासः विकल्पेन भवति. एते शब्दाः कालवाचकाः सन्ति. दिनं, रात्रिः, मुहूर्तः, संवत्सरः, मासः, आकाशः नास्ति. आकाशः नास्ति. द्यौ मया न दृष्टम् इति. अहः दिवा, दिवसः, वासरः, निशा, शर्वरी, रजनी इत्यादीनि पदानि. कालाः कालवाचिनः द्वितीयान्ताः शब्दाः तान्तेन सह विकल्पेन समस्यते. तत्पुरुषस्य तत्पुरुषश्च समासः भवति. कालाः इति बहुवचननिर्देशः स्वरूपनिरासार्थः. स्वरूपनिरासार्थः कालाः कालाः. द्यौ पदस्य कल्पद्रुमे दत्तमस्ति. द्योतन्ते देवाः यत्र बहुकालात् ङोः इति. वस्तुतः स्वर्गस्य नाम अस्ति. कालाः प्रथमा बहुवचनान्तम् एकपदं सूत्रं शुभामन्त्रिते पराङ्गवत् स्वरे इत्यस्मात् सूत्रात् सुप्रद् इत्यस्य अनुवृत्तिः भवति. सहासप इत्यस्य अधिकारः, विभाषा इत्यस्य अधिकारः अस्ति. तत्पुरुष इत्यस्य अधिकारः. इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति. स्वयं तेन इत्यस्मात् सूत्रात् तेन इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं द्वितीयाः कालाः सुपः तेन सुपासः विभाषा तत्पुरुषाः समासाः अत्र कालवाचिनः शब्दाः कालवाचिनः शब्दाः तान्तेन सह द्वितीयान्ताः आगच्छति. द्वितीयान्ताः तान्तेन सह द्वितीयपुरुषसमासः आगच्छति विकल्पेन भवति इति. द्वितीयविभक्ति आगच्छति इति न महोदय. द्वितीयान्तपदं कालवाचिना शब्दस्य द्वितीयान्तपदं तान्तपदेन सह समस्यते तदेव तत्पुरुषसमासः द्वितीयतत्पुरुषसमासः. अस्तु, कालवाचिनः द्वितीयान्तः शब्दः तदेव इदानीम् उक्तं कान्तेन सह विकल्पेन समस्यते. तत्तु बहुवचन निर्देशः तत्तु कालाः इति. कालाः एते सर्वे वाचका शब्दाः सन्ति न, दिनं, रात्रिः, मुहूर्तः, संवत्सरः आदि ते सर्वे कालाः इति बहुवचन आगच्छति. तु सभां मन्त्रिते पराङ्गवत्स्वरे इत्यनेन अनुवृत्तिः वर्ति आगच्छति. सुतत् सुप् इत्यस्य अनुवृत्तिः, सः सुपाविता इत्यस्य अधिकारः, भाषा इति अधिकारः, तत्पुरुषः अपि अधिकारः, द्वितीया श्रिता अपि गतात्यस्त प्राप्त आपन्नैः इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः आगच्छति. स्वयं तेन इत्यस्मात् सूत्रात् तेन इत्यस्य अनुवृत्तिः अपि आगच्छति. स्वयं अत्र अनुवृत्ति हमे सर्वदा एकं स्मर्तव्यं भगिनि. अनुवृत्तिसहितसूत्रस्य अर्थम् आगच्छति चेत् सूत्रस्य सम्पूर्ण अर्थं मनसि तिष्ठति. सूत्रं तु एकं सूत्रमेव, सूचना एव, एकशब्दः एव. किन्तु अनुवृत्तिसहितसूत्रं पश्येम चेत् तत्र एकशब्दः एकपदः नास्ति, अनेकपदाः अनेकपदानि सन्ति. द्वितीयाः कालाः सुपः तेन सुपासः विभाषा तत्पुरुषाः समासाः. तत् सर्वे दीयते, विभाषा, तत्पुरुषः, द्वितीया, सः सुपा, सर्वे. अनुवृत्तिसहितसूत्रस्य अर्थं का? अनुवृत्तिसहितसूत्रं न, अनुवृत्तिसहितसूत्रस्य एकैकं पदं स्वीकृत्य तस्य अर्थं वदतु. द्वितीयाः कालाः, तत्तु द्वितीयाः कालाः, द्वितीयान्ताः कालः, तत्तु तदेव एतद् वदति. सुप् इति तेन सुपः ता प्रत्ययस्य तेन सुपासः विभाषा तत्पुरुषाः समासाः भवन्ति इति. अत्र सम्यक् भगिनि. तत्र पश्यतु, द्वितीया कालाः सुपः इति एकं पृथक् कृत्वा पश्यामः चेत् सुपः इत्युक्ते सुगन्धं. केन कीदृशसुगन्धं? कालाः इत्युक्ते कालवाचिनाः सुगन्धं. तत्र कालाः इति दीर्घ दीर्घ आकार दीर्घत्वात् बहुवचन शब्दात् बहुवचनशब्दात् कालवाचिनः ये हे पदानि सन्ति ते सर्वेभ्यः इति स्मर्तव्यं. तदनन्तरं द्वितीया इति अपि विशेषणमस्ति इति कृत्वा द्वितीया इत्युक्ते द्वितीया इत्यस्य का प्रसक्तिः इति पश्यामः चेत् द्वितीया इति तेन विधिस्तदन्तस्य इति सूत्रेण द्वितीया इति पद इति निर्दिष्टे सति ते द्वितीयान्तस्य कालवाचिनान शब्दानां सुबन्धेन तेन सुपा इति द्वितीयपदम् अस्ति. तेन इत्युक्ते तान् त्वान्तसुबन्धेन इति तान्तसुबन्धेन सह तत्पुरुषसमासः भवति. विभाषा अधिकारः अस्ति कृत्वा तस्य व्यस्तप्रयोगम् अपि भवितुमर्हति इति स्मर्तव्यं. धन्यवादः भगिनि. शर्मिला भगिनी पठतु अस्मिन् सूत्रे. अस्तु महोदय, क्षम्यतां, मै लाप्टाप् रीस्टार्टेड्. मम अपि इण्टर्नेट् भग्नो अभवत्. अस्मिन् सूत्रे कालाः इति शब्दः प्रथमा विभक्तौ अस्ति, अतः तस्य प्रथमा निर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भवति. उपसर्जनसंज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम् इति सूत्रेण. द्वितीयान्तं पदं समासे पूर्वं तिष्ठति. अस्माभिः उपसर्जनं पूर्वम् अपि प्रथमा निर्दिष्टं समास उपसर्जनम् इति बहुवारं दृष्टं. कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः विधिसूत्रे यः शब्दः प्रथमाविभक्तौ अस्ति तस्य उपसर्जनसंज्ञा भवति प्रथमा निर्दिष्टं समास उपसर्जनम् इति सूत्रेण. उपसर्जनसंज्ञा अस्ति, अतः उपसर्जनं पूर्वम् इति सूत्रेण तस्य पूर्वनिपातः भवति. अतः यः कोऽपि द्वितीयान्तं कालवाचिन सुबन्तं समासे अस्ति सः पूर्वं तिष्ठति. अयं समासः क्तप्रत्ययान्तेन सह एव भवति. अनत्यन्तसंयोगार्थं वचनम्. अनत्यन्तसंयोगे समासं कर्तुं प्रकृतसूत्रं कृतम्. अग्रिमसूत्रमस्ति अत्यन्तसंयोगे च इति. प्रकृतसूत्रम् अग्रिमेण सूत्रेण सह मिलित्वा करणीयम् आसीत्, तथापि द्वे सूत्रे कृते पाणिनिना. किमर्थम् इति चेत् अत्यन्तसंयोगः नास्ति चेदेव कालवाचिशब्दः तप्रत्ययान्तेन सह समस्यते इति ज्ञापनार्थं निर्देशार्थम्. अत्र कालाः इति सूत्रः वदति द्वितीयान्तं कालवाचिनसुबन्तं क्तप्रत्ययान्तेन शब्दे सुबन्तेन सह एव समासः भवति अस्मिन् सूत्रे. अयं सूत्रेण अपि च अत्र निष्कर्षः अस्ति अनत्यन्तसंयोगार्थं यत्र कालवाचिनशब्दस्य अत्यन्तसंयोगः नास्ति तादृश सुबन्तम् एव अत्र स्वीकरणीयं. किमर्थम् इति चेत् अग्रिमं सूत्रमस्ति अत्यन्तसंयोगे च, अतः अत्यन्तसंयोगे च इति पृथक्तया उक्तत्वात् अत्यन्तसंयोगवाचिनशब्दः अस्ति चेत् अग्रिमं सूत्रेण समासः भवति. अतः फलितार्थः भवति यत्र अत्यन्तसंयोगः नास्ति तादृश सुबन्तं तत् कालवाचिनशब्द सुबन्तमेव अत्र उपयुज्यामहे। तत्र सूत्रद्वयमस्ति, एकं कालाः, अन्यसूत्रमस्ति अत्यन्तसंयोगे च। द्वयोः सूत्रयोः परिगणना कृतं चेत् सर्वाणि सुबन्धानि व्याप्तिर्भवति। कालवाचिना काला इति सूत्रेण केवलं तान्तपदेन एव समस्यते, अपि च तस्य संयोगम् अत्यन्तसंयोगम् अपि नास्ति चेदपि तत्र समास द्वितीयतत्पुरुषसमासः भवति। किन्तु अग्रिमसूत्रमस्ति अत्यन्तसंयोगे च, तत्र च इति उक्तत्वात् कालाः इति अनुवृत्तिः भवति। तत्र अत्यन्तसंयोगे कालाः इति अनुवृत्तिः भवति। तत्र तत् अग्रे पश्यामः। अत्र उदाहरणं पठतु भगिनि। यथा मासं प्रमितः मेजर्ड्, मासप्रमितः प्रतिपत् चन्द्रः, मासं परिच्छेत्तुम् आरब्धवान् इत्यर्थः, मासयोग अं योग प्रमितयोगस्तु इति अलौकिकविग्रहः, प्रतिपत् चन्द्रः मून् आन् द फस्ट् डे न्यू मून्, मासं प्रमातुम् आरब्धः इति, मासस्य एकदेशस्य प्रतिपत् चन्द्रमसा सह संयोगः अस्ति परन्तु न अत्यन्तसंयोगः, कालस्य हि कृष्णस्य स्वेन सम्बन्धिना व्याप्तिः एव अत्यन्तसंयोगः, न च प्रतिपच्चन्द्रमा मासस्य इह व्याप्तिः, इह प्रतिपच्चन्द्रेण मासस्य न अत्यन्तसंयोगः अस्ति, संयोगः अस्ति परन्तु अत्यन्तसंयोगः नास्ति। From class I again get the same to explain. अहं चिन्तयामि महोदय, मासस्य मेजर् इति तु चन्द्रस्य द्विपक्षे स्तः तेन एव भवति, अतः द्वे पक्षे भवति तदा मासः भवति इति, अतः तत्र मासप्रमितः प्रतिपच्चन्द्रः इत्युक्ते मासस्य मेजर् इस् कोल् प्रमितः एव, मासस्य मासं प्रमितः, मासस्य प्रमितः न भवति। I'm saying the measure of the month starts with the new moon. Tatra eka paksha bhavati tadanantaram anyat ekam paksham bhavati tada eva masam masah iti vadam. Yata krishna vrsham vai shukla vrsham adi masasya dvop तत्र पूर्णमासस्य प्रथमदिनं कथं स्वीकरणीयं? प्रतिपचन्द्रात् मासम् आरभ्यते इति कृत्वा मासं परिच्छेदं वर्धनं तु आम् प्रतिदिनं चन्द्रस्य रूपं परिवर्तते न, तत्र एकदिनात् आरभ्य फ्रम् द न्यू मून् इट् गोस् टु फुल् मून्, देन् फ्रम् फुल् मून् इट् कम्स् बेक् टु न्यू मून्, सो दट् फुल् वृद्धि एण्ड् अपक्षय, that is growth and decay or what in expansion and contraction of the moon sighting, that is the measure, that is tasyena pramitah tat masam bhavati iti krutva masam pramitah pratipat chandra iti krutva pratipat chandra yata chandratya वृद्धिक्षयम् अनुसृत्य एव मासं प्रमिता भवति। तत्र क्षयं वर्धनम् इति काले कालेन सह संयोगः अस्ति, परन्तु तत्र अत्यन्तसंयोगः नास्ति. अत्यन्तसंयोगः इत्युक्ते इस् इट् सपोज् टु बि ईक्वल् कोरिलेशन् टु टैम्? नो, इति अत्यन्तसंयोग इत्युक्ते दट् ईस् फिक्स्ड् वित् द टैम्. It doesn't change with the quantity time. Or the quantity or amount is fixed with time. Yes. No, the event happening is fixed in a time. So it is absolutely in residing in time. Like, for example, we say 9 o'clock. Okay. Mm. Now 9 o'clock is fixed with the time of the day. Every day 9 o'clock is 9 o'clock. It doesn't change. That is Atyanta Samyoga. But if we say morning is not Samyoga, no? In the winter it will change, summer it will change. Right. So that is not Atyanta Samyoga. Whereas if we say now Muhurtam, for example. That is the example which is coming in that in the examples. Muhurtam is fixed with the time, no? But in the Shuklapaksha, I mean Uttarayana, Dakshinayana, it shifts into daytime or night. That particular six shat muhurta. That example is coming in the next second example. So Satyanta Samyoga, what does it mean? It is fixed in time of the month or the day or the year. For example, we learned a sutra, no? Agrahayani, Nadi Agrahayani. That Agrahayani is fixed in time. That is Margashirshasya full moon. It doesn't change. So atra agrahayani is a atyanta samyoga dina, atyanta samyoga asti. Atra dvitiyam rohini bhagini dvitiyam udaharanam patatu. Mahodaya. अहः अतिश्रुताः मुहूर्ताः. अहर् अतिश्रुताः मुहूर्ताः. द सिक्स् मुहूर्तास् विच् हव् गोन् ओवर् टु द डे एण्ड् बिकम् पार्ट् आफ़् द डे ड्यूरिङ्ग् उत्तरायण. दिने ये मुहूर्ताः आगच्छन्ति, अहं योग अम् योग अतिश्रुता योगजस् इति अलौकिकविग्रहवाक्यम्. अहं योग अतिश्रुता इति सामान्यप्रातिपदिकम्. अधुना अहन् इति सूत्रेण पदान्ते अहन् इत्यस्य जुः इति आदेशः भवति. अहर् योग अधिश्रुता अहर् अधिश्रुतः इति समासः सिद्धः भवति. वदतु. अहः अतिश्रुताः मुहूर्तः. मुहूर्ताः मीन्स् कालभाग, कालस्य एकं भागम्. दिने ये मुहूर्ताः आगच्छन्ति ते अहः अधिश्रुताः मुहूर्ताः. अहः अधिश्रुताः मुहूर्ताः इत्यस्य अलौकिकविग्रहवाक्यं भवति. अहं योग अं योग अधिश्रुता योगजस्. अत्र सुप्रत्ययस्य लोपः भवति. अहं योग अधिश्रुतः इति अवशिष्यते इति समासस्य प्रातिपदिकं भवति. अहं योग अधिश्रुता इति स्थिते अहन् इत्यस्य शब्दस्य नकारान्तस्य जु आदेशः भवति. अहर् भवति. अहर् योग अधिश्रुता अहर् अधिश्रुतः इति समासः सिद्धः भवति. भगिनी, यत्र सम मुहूर्तः इति विशेष्यमस्ति, तस्य विशेषणमस्ति तान्तपदम् अतिश्रिताः. अहन् कालवाचिशब्देन सह समस्यते इति कृत्वा अह अहरधिसृताः इति तान्तपदं भवति, विशेषणपदं भवति मुहूर्ताः इत्यस्य सुबन्धस्य. अत्र कालवचनशब्दः अस्ति अहन्, अहः इत्युक्ते अहन् इति प्रातिपदिकं, तस्य अहन् इति सूत्रेण अन्तिमनकारस्य ऋत्व आदेशो भवति अहन् इति सूत्रेण. तदि कृत्वा अहन् इति प्रातिपदिकम् अम् इति सुबन् अभिन् इति सुप्रत्ययः, अतिसृता इति प्रातिपदिकं तस्य सुप्रत्ययः अस्ति जस्. अत्र न लोभ प्रातिपदिकान्तस्य इति कारणेन अम् एवं जस् अपगच्छति इति कृत्वा अहन् योगः अतिसृत इति. तत्र अवस्थायां नकारस्य रेफा आदेशः भवति इति कृत्वा अहरधिसृता इति भवति. अत्र इतर संयोगः नास्ति, मुहूर्तस्य संयोगः नास्ति कालवाचिन अह इति कालवाचिना सह. उत्तरायणे दिनं प्रति गच्छति, किन्तु दक्षिणायने तद् रात्रौ भवति इति कृत्वा कालस्य अत्यन्तसंयोगः नास्ति. तदा तान्तपदेन समस भवति कालाः इति सूत्रेण. रूपाणि पठतु. आं महोदय. विभक्तिः एकवचनं, द्विवचनं, बहुवचनं. प्रथमा अहः, अह्नि अथवा अहनि, अहानि. अह अह योग अह, अह अथवा अहः, अह्नि अह्नि, अहानि. अह अह्नि अह्नि, अहानि. अह्न अहोभ्याम् अहोभिः. अह्ने अहोभ्याम् अहोभ्यः. अह अहोभ्याम् अहोभ्यः. अहः अह्नोः अह्नाम्. अह्नि अह्नि, अह्नोः अहसु अहस्तु. सम्यक्, धन्यवादः भगिनि. धन्यवादः महोदय. गोमती भगिनि. आं पठामि महोदय. तृतीयबिन्दुः तदेव न तृतीय एकं चतुर्थं द्वौ द्वौ रात्रिम् अतिसृता मुहूर्ताः तदेव न. आम् आम्. रात्रिम् अतिसृताः मुहूर्ताः. रात्र्यधिसृताः मुहूर्ताः. द मुहूर्तास् विच् हव् गान् ओवर् टु द नैट् ड्यूरिङ्ग् दक्षिणायन. रात्रौ ये मुहूर्ताः आगच्छन्ति. अत्र द्वितीयम् उदाहरणं रात्रिम् अतिसृताः मुहूर्ताः. रात्रि इति कालवाचनशब्दः, अतिश्रुताः इति त्वान्तशब्देन उच्यता उच्य उच्य शब्दः, तृतीयान्तशब्दः. तृतीयान्तशब्दः कालवाचिनशब्देन सह समस्यते, तत्पुरुषसमासः भवति. अतः तत्पुरुषसमासः तत्र तृतीयान्तं किं कारणं वदति? त्वान्तेन सह, क्षम्यतां, त्वान्तेन सह. त्वान्तेन इत्युक्ते तृती त्वा पदन् त्वा सुबन्तेन सह समस्यते. तत्र सः इति आगच्छति कृत्वा तृतीया दत्तमस्ति, किन्तु त्वान्तपदं तृतीया तृतीयान्तं भवेत् इति न अस्ति अत्र सूत्रे. तत्र त्वान्तपदं सुबन्तं भवतु, किन्तु तस्य तृतीयान्तं भवितुम् अर्हति, भवितुम् अवश्यम् इति न दत्तमस्ति. तेन सह इति सूत्रे अस्ति इति कृत्वा सुबन्धेन सह इति सः शब्दस्य तृतीया भवति इति कृत्वा तेन इति दत्तमस्ति. तत्र यदा काल इति द्वितीयान्तं कालवाचिनशब्देन सह तान्तं तान्तपदं समस्यते, तत् त्वान्तपदं तृतीयान्तं भवितुम् इति नास्ति. अर्थस्य बोधनं भवेत् इत्युक्ते तृतीयान्त इति तृतीय सः इति उपयोगं तत्र भवति. ओम् लेकिन् सूत्रस्य विवरणे तत्र सः इति उक्तं, परन्तु द्वितीयान्तं पदं कालवाचिनशब्देन सह समस्यते इति सूत्रस्य अर्थः. तो रात्रिम् अतिश्रुताः मुहूर्ताः प्रातिपदिकं भवति, अलौकिकविग्रहवाक्यं भवति. रात्रियोगः अम् योगः अतिश्रुता योगः सु सून् जस् जस् आमां बहुवचने अस्ति जस् इति भवति. अत्र अत्यन्तसंयोगः नास्ति, किमर्थं चेत् तत्र मुहूर्ताः तत्र अपि षड् मुहूर्ताः भवन्ति. अत्यन्तसंयोगः नास्ति अतः कालाः इति सूत्रं तत्र आगच्छति. रात्रि अतिश्रुताः मुहूर्ताः इति रूपं सिद्धं भवति विकल्पेन. रात्रिम् अतिश्रुताः मुहूर्ताः अपि रात्रि अतिश्रुताः मुहूर्ताः इति भवति. रात्रौ एव ये मुहूर्ताः आगच्छन्ति अतः रात्रिम् अतिश्रुताः मुहूर्ताः एकं मुहूर्ताः अतिश्रुताः भवति इति अर्थः. एवं महोदय. आम् अत्र द्वितीयतत्पुरुषसमासः अस्ति रात्रि अतिश्रुता केवलं मुहूर्त इति तस्य विशेष्यमस्ति. पदद्वयमस्ति रात्रिम् अतिश्रुता पदद्वयं तेन समासं द्वितीयतत्पुरुषसमासः भवति कृत्वा रात्रिश्रुता इति एकपदं भवति एकपदीभवनम्. अग्रिम उदाहरणमपि पठतु. रात्रिं सङ्क्रान्ताः रात्रिसङ्क्रान्ताः इति समस्तपदम्. तत्र द मुहूर्तास् विच् हव् गान् ओवर् टु द नैट् ड्यूरिङ्ग् दक्षिणायन रात्रौ ये मुहूर्ताः आगच्छन्ति. ज्योतिषशास्त्रस्य अनुरोधेन षड् मुहूर्ताः सन्ति. यदा सूर्यः उत्तरायणे अस्ति तदा एते मुहूर्ताः दिने आयान्ति. यदि सूर्यः दक्षिणायने अस्ति तदा एते मुहूर्ताः रात्रौ आयान्ति. एतेषां षण्णां मुहूर्तानां दिनेन सह अयम् अत्यन्तसंयोगः नास्ति. पूर्वं रात्रिम् अतिश्रुताः मुहूर्ताः तत्र अत्र रात्रिं सङ्क्रान्ताः मुहूर्ताः रात्रिसङ्क्रान्ताः अर्थः एकमेव भवति. मुहूर्ताः विच् हव् गान् ओवर् टु द नैट् ड्यूरिङ्ग् दक्षिणायनं षड् मुहूर्ताः भवन्ति. षड् मुहूर्ताः एकम् अतिक्रान्ताः भवति अतः तत्र अत्यन्तसंयोगः नास्ति. अत्यन्तसंयोगः नास्ति अतः कालः सूत्रं कार्यं करोति. तत्र प्रालौकिकविग्रहवाक्यं भवति रात्रिं योग अम् योग सङ्क्रान्त योग जस् इति रात्रिसङ्क्रान्ताः विकल्पेन रात्रिं सङ्क्रान्ताः इति भवति. रात्रिं सङ्क्रान्ताः मुहूर्ताः रात्रिसङ्क्रान्ताः मुहूर्ताः इति कालवाचिनशब्दं प्रतिपादयति. सम्यक्, धन्यवादः भगिनि. अरुणा भगिनि. आं महोदय, नमस्कारः. नमस्कारः. अहन् पदान्ते अहन् इत्यस्य रुः स्यात्. पदस्य इत्यस्य अधिकारः ससजशो रुः इत्यस्मात् रुः इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं पदस्य अहन् रुः. अहन् इति सूत्रं वयं पठितवन्तः, कथम् अहन् शब्दस्य अत्र नकारस्थाने रुः आगच्छति, पदान्ते अहन् इत्यस्य रुः आदेशः भवति, तदेव अत्र दत्तम्. अनुवृत्तिसहितसूत्रमस्ति पदस्य अहन् रुः इति, पदान्तस्य न पदस्य. षष्टमबिन्दु पठतु भगिनि. कालवाचिनः द्वितीयान्तशब्दस्य अत्यन्तसंयोगे सुबन्तेन सह द्वितीया तत्पुरुषसमासः विकल्पेन भवति. अधुना अत्यन्तस्य विषयमस्ति कालवाचिन द्वितीया अत्यन्तसंयोगे सुबन्तेन सः द्वितीया तत्पुरुषसमासः विकल्पेन भवति एव. अत्र दत्तम् अत्यन्तसंयोगः अपि पठामि महोदय. अत्यन्तसंयोगे च सूत्रं वदति कालवाचनः द्वितीयान्ताः शब्दाः अत्यन्तसंयोगे गम्यमाने सुपा सः समस्यते विभाषा तत्पुरुषश्च समासो भवति. ओके, कालवाचन द्वितीयान्तशब्दाः अत्यन्तसंयोगे गम्यसमये सुपा सः समस्यते विकल्पेन विभाषा विकल्पेन. कालाः इत्येव अक्तान्तार्थवचनं न अवगतं महोदय. अक्तान्तं नास्ति इति अक्तान्तम्. ओ ओ ता नास्ति. ओके, अत्यन्तश्चासौ संयोगे संयोगो अत्यन्तसंयोगः तद् उच्यते. तस्मिन् अत्यन्तसंयोगे कर्मधारयः, अत्यन्तसंयोगे सत्यमन्तं च अव्ययं सुभामन्त्रित्ते पराङ्गवत् स्वरे इत्यस्मात् सूत्रात् सुप इत्यस्य अनुवृत्तिः भवति. सः सुप इत्यस्य अधिकारः, विभाषा इत्यस्य अधिकारः अस्ति, तत्पुरुषः अधिकारः अपि अस्ति. द्वितीया श्रित अतीतपतितगत्यस्य प्राप्त आपन्नैः इत्यस्मात् सूत्रात् द्वितीय इत्यस्य अनुवृत्तिः अस्ति. अनुवृत्तिसहितसूत्रम् अत्यन्तसंयोगे द्वितीयाः कालाः सुपः सुपासः विभाषा तत्पुरुषः समासः. प्रयत्नं करोमि महोदय. सूत्रं वदति कालवाचनं कालवाचन द्वितीयान्तशब्दाः विकल्पेन अत्यन्तसंयोग अस्ति चेत् सुप सः समस्यते विभाषा तत् समासः तत्पुरुषसमासः भवति. अत्र तान्तप्रत्ययः नास्ति, वचनं नास्ति. अत्यन्तम् अनुवृत्तिसहितं सूत्रं वदति अत्यन्तसंयोगे द्वितीयाः कालाः सुपः सुपासः विभाषा तत्पुरुष. अत्र अधिकारसूत्रादस्ति सुपः सुपासः विभाषा तत्पुरुषः समासः इति अनुवृत्ति अधिकारे अस्ति अयं सूत्रं. ततः अनुवृत्तिसहितसूत्रस्य सम्पूर्णविवरणं ददातु भगिनि. अनुवृत्ति किं दत्तमस्ति अनुवृत्तिसहितसूत्रे? अत्र किं किम् अधिकारसूत्रास् अस्ति इति दत्तं महोदय. लेखालः सुपः न अत्य अहं सर्वदा अनुवृत्तिसहितसूत्रं कथं पठनीयम् इति कृत्वा अत्यन्तसंयोगे द्वितीया कालाः सुपः इति प्रथमं भागमस्ति, तस्य विवरणं ददातु. तदनन्तरं सुपासः इत्युक्ते किम् अस्ति, एवं विभाषा तत्पुरुषसमासः इति अधिकारम् एवं किं भवति इति दत्तमस्ति इति कृत्वा अत्यन्तसंयोगे द्वितीया कालाः सुपाः इति प्रथमभागस्य अर्थं किम्? अत्यन्तसंयोगे द्वितीया कालः सुबन्त एव समासः सुपसहायतेन समास्यते. अत्र भवन्तु पश्यामि वदतु वदामि सुपः सुपासः भवति तत्पुरुषसमासः भवति समासः भवति. अत्र तत्पुरुषसमासः अस्ति इति कृत्वा द्वितीया तत्पुरुषसमासस्य द्वितीया इति दर्शितमस्ति. सुपः कीदृशं सुपः? कालाः सुपाः, कालवाचिनः सुपाः, सुपः कालवाचिनः. कीदृशं कालवाचिनः? द्वितीया इत्युक्ते द्वितीयान्तकालवाचिनः सुपान्तः. तत्र सुपन्तः तस्य विशिष्टं किमस्ति? अत्यन्तसंयोगे इति कृत्वा उत्तरभागमस्ति सुपासः. अदि अत्यन्तसंयोगे नास्ति चेत् तेन सह इति आगच्छति. अत्र अत्यन्तसंयोगे सूत्रस्य अन्तर्भूतमस्ति कृत्वा अत्यन्तसंयोगं भवति चेत् द्वितीयान्तकालाः शब्दाः सुबन्ताः सुपासः तत्पुरुषसमासः भवति. ओके. विभाषा कृत्वा व्यस्तप्रयोगमपि भवितुमर्हति इति अनुवृत्तिसहितसूत्रस्य सम्पूर्णविवरणमस्ति. अहं पुनः दृढीकृतं वदामि महोदय. अत्यन्तसंयोगे अत्यन्तसंयोगे शब्दः सुबन्त पदं कालवाचकं द्वितीयान्तं कालवचनं द्वितीयान्तं अत्यन्तसंयोगे अस्ति चेत् सः सुप इति विभाषा इति तेन द्वितीय तत्पुरुषसमासः भवति. तदेव द्वितीय तत्पुरुष इति वयम् आम् सम्यक् भगिनि धन्यवादः. अग्रिमपठिचिदमपि पठतु. तद् तत् सामान्यमस्ति. प्रथमं उपसर्जनं किम् अस्ति इति अस्मिन् सूत्रे एकनिमिषं महोदय. पुस्तकं मम अन्य पठतु महोदय. अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भवति. उपसर्जनसंज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम् इति सूत्रेण. द्वितीयान्तपदं समासे पूर्वं तिष्ठति. वयं पठितवन्तः पूर्वं कालाः इति शब्दः प्रथमाविभक्तिः अस्ति, ततः सूत्रेण प्रथमाविभक्तिः एव उपसर्जनसंज्ञा भवति. सूत्रमस्ति प्रथमानिर्दिष्टं समास उपसर्जनम् इति. तदनन्तरम् उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जनसंज्ञा कालशब्दः पूर्वनिपातः भवति. अत्र प्रश्नः अस्ति, वर्तमानसूत्रमस्ति अत्यन्तसंयोगे च, तस्मिन् पदे प्रथमानिर्दिष्टं किं पदमस्ति? सूत्रं वर्तमानसूत्रमस्ति अत्यन्तसंयोगे च, तत्र कालाः इति न दत्तम्. अत्यन्तसंयोगे च इति विधिसूत्रे कथं प्रथम निर्दिष्ट उपसर्जनम् एवम् उपसर्जनम् कस्य अवलोकनं भवति? वर्तमानसूत्रे कालाः नास्ति, वर्तमानसूत्रमस्ति अत्यन्तसंयोगे च, परन्तु अत्र अनुवृत्तिसहितसूत्रे दीयते न? अनुवृत्तिसहितसूत्रम् अस्ति अत्र संयु अत्र सूत्रे च इति दर्शितत्वेन च इति अव्ययं दर्शयति प्रथमानिर्दिष्टं किं भवति इति. पूर्वपदं तदेव कालं कालाः इत्यनेन सूचयति न? सूचयति किन्तु सूत्रे तु कालाः नास्ति न, काल सूत्रे केवलं च अस्ति. तत् सप्तमी अस्ति अत्र योगे. सप्तमी एवं प्रथमा अस्ति च इति प्रथम अव्ययम् अस्ति इति कृत्वा तस्य विभक्ति नास्ति, किन्तु च इति दर्शयति किं पदं तत्र दर्शयति इति. कालाः इति पूर्वसूत्रात् अनुवृत्ति भवति इति कृत्वा इति तस्य च अपगच्छति एवं कालाः आगच्छति इति चिन्तयेत् चेत् अत्यन्तसंयोगेः कालाः इति सूत्रस्य अर्थं भवति. अत्र सूत्रे नास्ति परन्तु च इति लक्षणं भवति. तदनन्तरं 28, 29 तदैव तदम् सम्यक् भवति. धन्यवादः भगिनि. धन्यवादः महोदय. गोमती भगिनी उदाहरणं पठतु. पठामि. यथा मुहूर्तं सुखं मुहूर्तसुखं मुहूर्तव्यापि सुखम् इत्यर्थः प्लेजर् लास्टिङ्ग् फोर् ए मुहूर्त. द्विदक्षणात्मकं सुखं द्विक्षणात्मकं सुखं द्विक्षणात्मकं सुखं मुहूर्तयोग अं योग सुखयोग सु इति अलौकिकविग्रह. व्यस्तप्रयोगे मुहूर्तम् इत्यस्य द्वितीयविभक्तिः भवति. कालाध्येनोऽत्यन्तसंयोगे इति सूत्रेण सूत्रमपि पठित्वा वद सम्पूर्णं वदतु. कालाध्येनोरत्यन्तसंयोगे इति सूत्रं वदति यत् कालशब्देभ्यो अध्वशब्देभ्यश्च द्वितीयविभक्तिः भवति अत्यन्तसंयोगे गम्यमाने. यथा मासं कल्याणी मासम् अधीते मासं गुणधानाः इत्यादयः कालशब्दानाम् उदाहरणानि. क्रोशं कुटिला नदी क्रोशम् अधीते क्रोशं गिरिः अत्यन्तसंयोगः नास्ति चेद् द्वितीया न स्यात्. यथा मासस्य द्विरधीते क्रोशस्य एकदेशे पर्वतः इति सूत्रद्वयमस्ति. कालाः अपि अत्यन्तसंयोगे च कालाः इति सूत्रे अत्यन्तसंयोगः नास्ति. अत्यन्तसंयोगे विशेषेण वदति तत्र अत्यन्तसंयोगः भवति. अत्यन्तसंयोगः इत्युक्ते एकम् एव इति दृश्यते. तत्र सेपरेशन् इति अर्थः नास्ति. वेरि क्लोस् आल्मोस्ट् सेम् इति अर्थः भवति अत्यन्तसंयोगे च इति सूत्रे. अत्यन्तसंयोगे त्वान्तसुबन्तं नास्ति. प्रथमकालावाचि काला अथ अत्र ता इति सुबन्धपदमस्ति. तदेव तत्र भेदः. उदाहरणम् अत्यन्तसंयोगे च इति सूत्रस्य उदाहरणं मुहूर्तं सुखं. तत्र सुखं क्षणमात्रं सुखम् अपि समयस्य भेदः नास्ति. एकत्र एव एकमेव इति अर्थं भवति. द्विक्षणात्मकं सुखम् अत्यन्तं क्लोस् इत्यर्थे अत्यन्तसंयोगे च इति सूत्रम् एव अत्र कार्यं करोति. यथा सुखं पृथक् पृथक् भवति चेत् तत्र समयस्य किञ्चित् सेपरेशन् अस्ति चेत् कालः इति सूत्रं कार्यं करोति. अत्र द्विक्षणात्मकम् एकदम क्लोस् इत्यर्थे मुहूर्तयोग द्वितीयान्तं पदं सुखयोगसु इति अलौकिकविग्रहवाक्यम्. अत्र मुहूर्तम् इति कालवाचिनशब्दः, सुखम् इति सुबन्धपदं, सुबन्धपदं कालवाचिनशब्देन अत्यन्तसंयोगे इत्यर्थे समस्तपदं भवति, व्यस्तप्रयोगं भवति मुहूर्तं सुखं, समस्तपदं भवति मुहूर्तसुखम्. अत्र एकं विशिष्टसूत्रमपि आगच्छति, कालाध्वेनोरत्यन्तसंयोगे, कालशब्दस्य अथवा अध्वशब्दस्य, कालशब्देभ्यो मार्गशब्देभ्यो द्वितीया विभक्तिः भवति अत्यन्तसंयोगे गम्यमाने. अत्यन्तसंयोगं भवति चेत् कालवाचेन शब्देन द्वितीया विभक्ति भवति. उदाहरणं मासं कल्याणी, मासं मङ्गलम् इति अर्थे मासम् अधीते मासं गुणधानः इत्यस्य कालशब्दानाम् उदाहरणानि. तत्र मासं कल्याणी पूर्णमासं विच्छेदं विना तत्र मङ्गलं भवति इति अत्यन्तसंयोगार्थे तत्र मासं कल्याणी, मासम् इति कालवाचनशब्देन द्वितीया विभक्ति अत्र प्रदर्शितम्. परन्तु अत्यन्तसंयोगः नास्ति. उदाहरणेन कुटिला नदी, क्रोशं क्रोशम् इति वदति चेत् तद् मेशर् इति अर्थः भवति. क्रोशम् इत्युक्ते किञ्चित् दूरं नदी कुटिला भवति, अनन्तरं कुटिला न भवति. नदी नद्याः मार्गः तु कुटिला अकुटिला इति भवितुम् अर्हति. अतः तत्र अत्यन्तसंयोगः कुटिलाशब्देन न भवति. अतः तद् तत्र अत्यन्तसंयोगे च इति सूत्रं न प्रवर्तनं करोति. अतः द्वितीया न स्यात्. अत्यन्तसंयोगः नास्ति चेत् द्वितीया न स्यात्. तत्र क्रोशं गिरिः, क्रोशम् अधीते, क्रोशं कुटिला नदी, अत्र द्वितीयाविभक्ति आवरणे दत्तमस्ति. अन्तिम अन्तिम यथा मासस्य द्विरधीते क्रोशस्य एकदेश एकदेशे पर्वतः, तदेव अहम् उक्तवती न भवती तस्य उपरि क्रोशम् अधीते क्रोशं गिरि इति पठित्वा चिन्तयन्ति अत्यन्तसंयोगे द्वितीय कथम् आगच्छति. अस्तु, अत्र मुहूर्तं सुखम् इति उक्ते मुहूर्तम् इति एकं मानम् अस्ति, कालस्य मानं दर्शयति. मानम् इत्युक्ते मेशर्. मुहूर्तम् इति इस् अ लेङ्क्त् आफ् इस् आफ् ए पीरियड्. मुहूर्तं सुखम् देर् इस् फोर् दट् सुखं द प्लेशर् ईस् extending and the entire period of that muhurtam. Muhurtam is a measure of, say, like example, say half an hour, or we say 1 hour, like that. So muhurtam is a measure of time. So sukham tatra eva tishtati yatra eka muhurta paryantam iti kritva atyanta samyogam bhavati. तत्कारणेन मुहूर्तम् इति द्वितीयान्तं पदं सुखम् इति सुबन्धेन सह द्वितीयतत्पुरुषसमासं भूत्वा मुहूर्तसुखम् इति समस्तपदं भवति. तत्र एकं दत्तमस्ति द्युक्षणमात्मकं सुखं. तत्र द्वौषणपर्यन्तं सुखं भवति इति एकं वाचम् अस्ति, वाचकं दत्तमस्ति. तत्र द्विक्षणमात्मकम् इति एकं तत् समयस्य मानं दर्शयति इति व्यस्तप्रयोगस्य उदाहरणं दत्तमस्ति. द्विक्षणात्मकं सुखं समस्तपदं द्वितीयतत्पुरुषसमासं भवति मुहूर्तसुखम् इति एकपदम्. अतः काल अध्वनोः अत्यन्तसंयोगे इति सूत्रेण किं वदति इति चित्वा कालवाचिनः एवम् अध्वनवाचिनः शब्देन सह अत्यन्तसंयोगे द्वितीया एवं भवति इति कृत्वा मासम् अधीते मासं कल्याणी मासं गुडदानः इति एव इति कृत्वा मासं गुडदान इति उदाहरणं पश्यामः चेत् गुडादानसमयम् एकमासपर्यन्तं तिष्ठति. तत् पेन् युवर् क्राप् द गूड् गूड् इस् अ जागरी, सो एक्स्ट्राक्षन् आफ् जागरी ईस् एक्स्टेण्डिङ्ग् फार् वन् मन्त्. सो फार् देट् पीरियड् इस् इट्स् अ कण्टिन्यूस् प्रोसेस्. तत्र ब्रेक् नास्ति, ब्रेक् नास्ति. And for the, those who are not aware of the process, I think most of you may be knowing, crane juice, cane is crushed and the juice is taken out, and that is continuously boiled and reduced into jaggery. But that process, once it starts, because of the heat and the boiling, they keep pouring cane juice, fresh cane, whichever comes crushed again and again into that two things. But it takes one full month for that to become solid and to become jaggery. So that period is almost a month or month and a half it remains, depending upon the quantity. And that is without any break. That is why atyanta samyoga bhavati iti. Masam gudadana iti. Tadeva krosham kutila nadi. तत्र क्रोशम् इति मेशर् अस्ति, लैक् किलोमीटर् मैल् और् दट् वे. नदी कुटिला तिष्ठति एकक्रोशं प्रति इति. क्रोशम् इति दूरवाचीशब्द अध्वनशब्दस्य पदमस्ति. तत्र कुटिला नदी रूपम् एकक्रोशं सम्पूर्णं तिष्ठति इति कृत्वा अत्यन्तसंयोगं भवति. तत्कारणेन क्रोशम् इति द्वितीयान्तं पदं भवति, कुटिला नदी इति विशेषमस्ति. तत्र मासस्य दूर द्विरातीते इति अत्यन्तसंयोगं नास्ति. यदि द्विरतीते एवं क्रोशस्य एकदेशे पर्वत इत्युक्ते द डिस्टेन्स् वन् सैड् आफ् द डिस्टेन्स् ईस् पर्वत, द अदर् सैड् दर् इस् नो पर्वत. So there is no atyanta samyoga in the case of parvata. Ekadesh kroshasya ekadeshe parvata. Yadi sampurna parvatam tishtati krosham, tatra krosham parvata iti bhavati. Ekadeshe iti uktatvat atyanta samyogam vichedam bhavati. Iti krutva tasya judiyana bhavati, kroshasya bhavati. Avagatam va? अवगतम् अवगतम्. तत्र कालः इत्युक्ते तत्र प्रतिपत् चन्द्रः फस्ट् डे मून् इस् नाट् द सेम् एस् द सेकेण्ड् डे मून्, इट् इस् डिफ्रेण्ट्, बट् इट् गोस् आन् इन्क्रीसिङ्ग् एण्ड् देन् अगेन् तत्र क्षयः अपि भवति, परन्तु पूर्वदिनस्य न भवति, अग्रे दिनस्य अग्रिमदिनस्य. तत्र अत्यन्तसंयोगः नास्ति. इदानीम् अत्यन्तसंयोगः भवति, तदेव तत्र काल अत्यन्तसंयोग कालः इति सूत्रद्वयस्य भेदः. एण्ड् पूर्वसूत्रे त्वा सुबन्धशब्देन भवति त्वान्तपदं भवति. इदानीं त्वान्तपदस्य आवश्यकता नास्ति, सुबन्धपदम् एव आवश्यकं. किमपि सुबन्धपदम् तत् सुबन्धपदं यस्य कालवाचिना शब्देन सह अत्यन्तसंयोगं भवितुम् इति कण्डिशन् अस्ति. अतः सुबन्धपदं यद् दर्शयति तस्य कालवाचिना शब्देन सह अत्यन्तसंयोगम् अवश्यं भवनम् चेदेव तस्य अत्यन्तसंयोगे च इति सूत्रेण समस्तपदं भवति विकल्पेन. कालवाचिना एवम् अद्ववाचिना शब्देन सह किन्तु अत्र अत्यन्तसंयोगे इति कालवाचिना इति शब्देन एव अत्र सूत्रस्य प्रसक्तिः अस्ति. अद्वशब्दस्य द्वितीयतत्पुरुषशब्दस्य न भवति. मार्गशब्दस्य द्वितीयशब्द तत्पुरुषशब्दम् अस्मिन् सूत्रे न अन्तर्गतमस्ति. अस्मिन् सूत्रे अत्यन्तसंयोगे च इति कालवाचकः द्वितीयान्तकालवाचिना शब्देन इति उक्तत्वात् केवलं कालवाचिनः संयोगम् आयाति. अध्वनशब्दस्य अस्मिन् सूत्रे न अन्तर्गतमस्ति. किन्तु काल अध्वनयो अत्यन्तसंयोगे द्वितीया भवति इति पृथक् कार्यमस्ति. समासविषयं नास्ति. द्वितीया तस्य अन्य समस्तपदं भवति. व्यस्तप्रयोगः भवति. आम् अत्र रोहिणी भगिनी सर्वरात्रं कल्याणि तत्र आरभ्य पठतु. महोदय, सर्वरात्रं कल्याणि, सर्वरात्र कल्याणि. अतः सर्वरात्रं द्वितीय अन्तशब्दं, कल्याणि इति शब्देन सह सर्व इति शब्दं न सर्वरात्रम् इति कालवाचिनशब्दमस्ति. कल्याणी इति अत्यन्तसंयोगसुबन्धम्. यस् यस् पठतु. सर्वरात्रिः च सर्वरात्रः इति कर्मधारे समासः. सर्वा च असौ रात्रिः सर्वरात्रः. अलौकीयविग्रहः सर्वा योगसु योग रात्रि योगसु. अत्र विशेषणं विशेष्येण बहुलम् इति सूत्रेण विशेषणपूर्वपदकर्मधारे समासः भवति. सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः इत्यनेन सर्वा शब्दस्य पुंवद्भावः भूत्वा सर्वरात्रि इति भवति. सर्वरात्रि अधुना अह सर्वैकदेशसङ्ख्यातपुण्याश्च रात्रेः. अह सर्वैकदेशसङ्ख्यातपुण्याश्च रात्रेः इति सूत्रेण अहन् इति शब्दः उत्तरपदे अस्ति इति कृत्वा समासान्तः अच् प्रत्ययः विधीयते. सर्वरात्रिः योग अच् सर्वरात्रि योग अ. अधुना यचिभम् इत्यनेन सर्वरात्रि इत्यस्य भसंज्ञा भवति. अच् इति अजादिप्रत्यये परे. यस्यस्ति च इत्यनेन वसंसर्गस्य अङ्गस्य अवर्णस्य ईवर्णस्य च ईकारे परे तद्धितप्रत्यये परे लोपः भवति. सर्वरात्रि इत्यस्य इकारस्य लोपः भवति. सर्वरात्रयोग आ सर्वरात्र इति भवति. पर्वद्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण तत्पुरुषसमासे द्वन्द्वसमासे च उत्तरपदस्य अनुसारं लिङ्गविधानं भवति. परन्तु अत्र रात्राह्नाः पुंसि इति सूत्रं पर्वद्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रं प्रपाद्य समासस्य पुनः पुंलिङ्गविधानं क्रियते. सर्वरात्रः इति प्रातिपादयात् सुप्रत्ययस्य विधानान्तरं सर्वरात्रः इति समासः सिद्ध्यति. सर्वरात्रं कल्याणी इति प्रयोगः. सर्वरात्र इति कथम् उत्पद्यते इति दत्तमस्ति. सर्वा चासौ रात्रिः इत्यस्य अलौकीयविग्रहं सर्वा योगसु योग रात्रि योगः सु. अत्र कर्मधारयम् अस्ति इति कृत्वा क्षम्यतां द्वौ पदौ इति प्रत्ययसमानमस्ति. सर्वा योगः सु रात्रियोगः सु कर्मधारे अस्ति इति कृत्वा अत्र सुप्रत्ययस्य लोपः भवति. सर्व रात्रि इत्यस्य उम्मद्भावः भूत्वा सर्व इति भवति. सर्वयोगरात्रि सर्वरात्रि भवति. अधुना रात्रिशब्दस्य इकारस्य लोपः भवति. बहूनि सूत्राणि दत्तम्. अहं सर्व एकदेशसङ्ख्यातपुण्याश्च रात्रेः इति सूत्रेण अहं शब्दः उत्तरपदे अस्ति कृत्वा समासान्तः अच्प्रत्ययः भवति. सर्वरात्रि इत्यस्य इकारस्य लोपः कथं भवति इति उच्यते. अत्र सर्वरात्रि इत्यस्य अच्प्रत्ययः भूत्वा सर्वरात्रियोगः आ इति स्थिते. यच्छिभम् इति सूत्रेण तद्धप्रत्यये परे यस्येति च इति सूत्रं प्रवर्तते. अनेन वसंसस्य अङ्गस्य अवर्णस्य ईवर्णस्य च लोपः भवति. इदानीम् इकारस्य लोपः अत्र भवति. सर्वरात्रियोग इत्यस्य इकारस्य लोपः भवति. सर्वरात्रयोग आ भवति. सर्वरात्रा इति भवति. परन्तु परवल्लिङ्गं दन्ततत्पुरुषयोः इति सूत्रम् अत्र प्रवर्तते. तस्य अपवादः भवति रात्राह्नाः पुंसि इति सूत्रम्. तत्र पुनः पुल्लिङ्गं भवति. सर्वरात्रा भवति. सुप्रत्यययोजनेन सर्वरात्रः इति भवति. सर्वरात्रः तत्र पश्यतु भगिनि. सर्वरात्रः कल्याणी सर्वरात्रं कल्याणी अस्ति. अत्र द्वितीयान्तं पदम् इति कृत्वा सर्वरात्रः इति प्रथमान्तं सर्वरात्रम् इति द्वितीयान्तम् इति सर्वरात्रस्य विषये दत्तमस्ति. कर्मधारयसमासः अस्ति इति. सर्वा च असौ रात्री सर्वरात्रः. अत्र सर्वाः योगयु सु रात्रियोगसु सुबोधातुप्रातिपदिकयोः इति सूत्रेण सर्वायोगः रात्रिः भवति. सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः इत्यनेन सर्व इत्यस्य पुंवद्भावं भूत्वा सर्वरात्रि इति भवति. पुंवद्भावं भवति. पदमस्ति सर्वरात्रिः किन्तु पुंवद्भावं भवति इति सूत्रेण सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः. अत्र सर्वरात्रि इति तिष्ठे सति सूत्रमायाति अहन् अहस् सर्व एकदेशसङ्ख्यातपुण्याश्च रात्रेः. यदि रात्रे पदे अहन् सुबन्धानां सह उत्तरपदे अस्ति चेत् कृत्वा तत्पुरु अच् प्रत्ययं विधीयते इति समासान्तप्रत्ययान्तविधानसूत्रमस्ति. अहस् सर्वैकदेशसङ्ख्यातपुण्याश्च रात्रेः इति कृत्वा सर्वरात्रि इति प्रातिपदिकस्य अच् विधीयते. सर्वरात्रियोगाः अच् अत्र सर्वरात्रियोग अच् इति स्थिते यचिबम् इति तद्धितान्तप्रत्ययमस्ति कृत्वा यजिबम् इति सूत्रेण सर्वरात्रि इति पदं भासंज्ञका भवति. भासंज्ञका भवति इति कारणेन यस्येति च इति सूत्रेण इकारान्त इत्य इति लोपो भवति इति भासंज्ञकस्य तेः लोपः भवति. ते पदमस्ति अन्तिम अच् इति इकारस्य तो लोपं भूत्वा सर्वरात्रि यस्य इकारस्य अपगच्छदानन्तरं सर्वरात्रा इति प्रातिपदिकं भवति. सर्वरोगरात्रा तत्र अच् इत्यस्य अकारयोजनेन सर्वरात्रा इति प्रातिपदिकं भवति. तदनन्तरं लिङ्गविधानकृते साधारणतया तद्वन्द्वतत्पुरुषयोः पर्वलिङ्गवत् भवति लिङ्गं सम्पूर्णसमासस्य. किन्तु अत्र रात्रा अह्न पुंसि इति रात्रि यत्र रात्रि एवम् अहन् शब्दद्वयमस्ति इति कृत्वा तस्य पुंसि विधानं भवति इति कृत्वा रात्र सर्वरात्र इति प्रातिपदिकस्य पुंवद्भावं भवति इति कृत्वा सर्वरात्रः योगः सु सर्वरात्रः इति प्रथमा एकवचनं सिद्ध्यति. तस्य द्वितीया एकवचनमस्ति सर्वरात्रं. तत्र सर्वरात्रं कल्याणी इति अत्यन्तसंयोगपदेन सह समस्यते इति कृत्वा सर्वरात्रकल्याणी इति समस्तपदं भवति. अत्र धन्यवादः भगिनी. शर्मिला भगिनी पठतु. अहं सर्व एकदेशसङ्ख्या पुण्याश्च रात्रेः. पूर्वसूत्रे पूर्वतनसूत्रे अङ्कनदोषः अस्ति. तत्र सर्वरात्रि अधुना अह सर्व एकदेशसङ्ख्यपुण्याच्च रात्रेः तत्र उत्तरपदं रात्रि अस्ति अपि च पूर्वपदं सर्व अस्ति तदा एव सूत्रस्य प्रसक्तिः अस्ति. अत्र सर्वरात्रि इति शब्दे इति समस्तपदे तु रात्रि इति उत्तरपदमस्ति खलु. पूर्वपदं सूत्रस्य अहम् अष्टाध्यायी डाट् काम् पठामि चेत् यस्य तत् समासस्य पूर्वपदम् अहन् सर्व सङ्ख्यात् तथा पुण्य एतेषु कश्चन शब्दः उत् एकदेशवाचकशब्दः सङ्ख्यावाचकशब्दः अव्ययवाचकशब्दः अस्ति तथा च उत्तरपदं रात्रि इति शब्दः अस्ति तस्मात् अच् इति समासान्तप्रत्ययः भवति. इट्स् जस्ट् टैपिङ्ग् मिस्टेक् इट् हेस् टु बि उत्तरपदे रात्रि भवेत् पूर्वपदं सर्व अहन् एकदेशसङ्ख्यावाचक भवेत् पुण्य. अत्र अहन् इति इतर अत्र रात्रि इति शब्दस्य भवति. दिस् वर्ड् अस्ति चेञ्ज् इन् टु रात्रि. Yes, because the ahan applies to the next one, I think. Next one, yes. Right, so, right. Right? Yeah. Uttarapadam to Ratri Eva. Which one are you talking about, Mahit Bhagini? No. The one that Mahoday has highlighted in Sarva Ratri, Ratri is the Uttarapadam, right? Not ahan. Right. So if you go to the next section, right, I think because it has been copy pasted that it was left. Okay, I understood. Right, here it is definitely clear. No, Ratri is the Uttarapadam. Yeah, so sutra exactly. Ratri iti has to come here. Ratrehe iti dattatva Uttarapadam Ratri eva bhavati chet krutva samasasya vidhyate. तत्र सूत्रस्य विवरणं पठतु. अत्र अह सर्वैकदेशसङ्ख्यात् पुण्याच्च रात्रेः तत्पुरुषसमासस्य पूर्वपदम् अहन् सर्व सङ्ख्यात् तथा पुण्य इत्येतेषु कश्चन शब्दः एकदेशवाचकशब्दः, सङ्ख्यावाचकशब्दः अथवा अव्ययवाचकशब्दः अस्ति, तथा च उत्तरपदं रात्रि इति शब्दः अस्ति, तस्मात् अच् इति समासान्तप्रत्ययः भवति. अहश्च सर्वश्च एकदेशश्च सङ्ख्यातश्च पुण्यञ्च तेषां समाहारः. अहः सर्वैकदेशसङ्ख्यात् पुण्यं तस्मात्. अहः सर्वैकदेशसङ्ख्यात् पुण्यात् पञ्चम्यन्तं च अव्ययपदं रात्रेः षष्ठ्यन्तं त्रिपदमिदं सूत्रम्. तत्पुरुषस्याङ्गुले सङ्ख्याव्यवादेः इत्यस्मात् सूत्रात् तत्पुरुषस्य अनुवृत्तिः. अच् प्रत्ययन्वपूर्वात् सामलोम्नः इत्यस्मात् सूत्रात् अच् इत्यस्य अनुवृत्तिः. न्याप्रातिपदिकात् इत्यस्य अधिकारः. प्रत्ययः परश्च अन्ययोः सूत्रयोः अपि अधिकारः. अनुवृत्तिसहितसूत्रम्. अहः सर्वैकदेशसङ्ख्यात् पुण्याच्च रात्रेः तत्पुरुषस्य प्रातिपदिकात् अच् प्रत्ययः परश्च समासान्तः तद्धितः. अत्र सूत्रे एव पञ्चमी विभक्तौ अस्ति. अहन् सर्व एकदेशसङ्ख्या एकदेशवाचकशब्दः, सङ्ख्यावाचकशब्दः अपि च पुण्य इति शब्दः पूर्वपदे अस्ति, अपि च उत्तरपदे रात्रि इति शब्दः अस्ति चेत् तत्र अच् इति समासान्तप्रत्ययः भवति. अनुवृत्तिसहितसूत्रमस्ति. अहः सर्वः सर्वैकदेश सर्व एकदेशसङ्ख्यात् पुण्याच्च रात्रेः तत्पुरुषस्य प्रातिपदिकात् अच् प्रत्ययः परश्च समासान्तः तद्धितः. अतः पूर्वपदानि उपरि उक्तानि रात्रेः रात्रि इति उत्तरपदम् इति स्थितौ यदा तत्पुरुषसमासः भवति तत् यः प्रातिपदिकम् अस्ति सिद्ध्यति, तत्र अच् इति समासान्तप्रत्ययः भवति, अपि च सः समासान्तप्रत्ययः तद्धितप्रत्ययः अस्ति इति. अत्र अधिकारसूत्राणि प्रत्ययः परश्च अपि च ज्ञाप्रतिपदिकात् अस्ति. अनुवृत्ति तु तत्पुरुषस्याङ्गुले सङ्ख्याव्यवादे अपि च अच् प्रत्ययन्पूर्वात् साम्लोम्नः इत्यतः अनुवृत्ति आयस्यति. अग्रिमं पठतु. रात्राह्नाः पुंसि. समासस्य उत्तरपदं रात्रिः, अहं च सन्ति चेत् समासः पुल्लिङ्गे भवति. एकदन्तौ द्वन्द्वतौ पुंसि एव सूत्रं स्वयं सम्पूर्णम्. अतः अत्र यदि उत्तरपदे रात्रि अथवा अहन् इति पदानि इति पदौ स्तः चेत् समस्तपदं समासः पुल्लिङ्ग तत्र लिङ्गं पुल्लिङ्गं भवति, न तु परवल्लिङ्ग द्वन्द्वतत्पुरुषयोः इत्यनेन उत्तरपदस्य. यथा द्विरात्रः, त्रिरात्रः, चतुरात्रः, पूर्वाह्नः, अपराह्नः, मध्याह्नः, द्वयाह्नः, द्वयः, त्रयः इति, त्रयः, त्रयः इति. अत्र सर्वाणि शब्दानि वा पुल्लिङ्गे सन्ति. अस्तु, अत्र कोऽपि प्रश्नः अस्ति वा? नो चेत् सूत्र अहं सर्वैकदेशसङ्ख्यातपुण्याश्च रात्रेः इति एक कर्मतारसमासस्य सूत्रमस्ति. तत्र तत् सूत्रं किं वदति इति चेत् यदि उत्तरपदं रात्रि रात्रि शब्दमस्ति अस्ति चेत् तद्दिदप्रत्ययस्य अच् विधानं भवति इति एवम् उत्तरपदं रात्रि एवम् अहन इति पदद्वयम् अस्ति चेत् समासे सर्वदा पुल्लिङ्गम् एव भवति इति द्वितीयसूत्रमस्ति रात्रा अह्नाहन पुंसि इति सूत्रम् इति सूत्रद्वयस्य विवरणं दत्तमस्ति अत्र परन्तु किं अति अति अत्यन्तसंयोगे इति दर्शने सर्वरात्रम् इति पदस्य अत्यन्तसंयोगकल्याणीवाचिना सह समस्यते एवं कृत्वा सर्वरात्रकल्याणी इति निष्पद्यते तद् अवस्थायां सर्वरात्रम् इति कथं द्वितीयान्तपदम् अस्ति तस्य विवरणम् अस्ति अत्र अधोभागे कथं सर्वरात्रम् इति पदं निष्पद्यते एवं तस्य पूर्व पुल्लिङ्गं कथं भवति तत्कारणेन द्वितीयान्तं पदं कथं सिद्ध्यति इति अधोभागे दर्शयति अस्तु महोदय धन्यवादः अस्तु धन्यवादः सर्वेभ्यः नमस्कारः धन्यवादः धन्यवादः